पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायम् 81 सुकर्मोवाच यथेन्द्रोऽसौ महाप्राज्ञः सदा भीतो महात्मनः ययातेर्विक्रमं दृष्ट्वा दानपुण्यादिकं बहु मेनकां प्रेषयामास अप्सरां दूतकर्मणि गच्छ भद्रे महाभागे ममादेशं वदस्व हि कामकन्यामितो गत्वा देवराजवचो वद येन केनाप्युपायेन राजानं त्वमिहानय एवं श्रुत्वा गदा सा च मेनका तत्र प्रेषिता समाचष्टदु तत्सर्वं देवराजस्य भाषितम् एवमुक्ता गदा सा च मेनका तत्प्रचोदिता गदायां मेनकायां तु रतिपुत्री मनस्विनी राजानं धर्मसंकेतं प्रत्युवाच यशस्विनी राजं स्त्वयाहमानीता सत्यवाक्येन वै पुरा स्वकरश्चान्तरे दत्तो भवनं च समाहृता यद्यद्वदाम्यहं राज्यं तत्तत्कार्यं हि वै त्वया तदेवं हि त्वया वीर न कृतं भाषितं मम त्वामेवं तु परित्यक्ष्ये यास्यामि पितृमन्दिरम् राजोवाच यथोक्तं हि त्वया भद्रे तत्ते कर्ता न संशयः असाध्यं तु परित्यज्य साध्यं देवि वदस्व मे अंशुबिन्दुमत्युवाच एतदर्थे महीकान्त भवानिह मया वृतः सर्वलक्षणसम्पन्नः सर्वधर्मसमन्वितः सर्वं साध्यमिति ज्ञात्वा सर्वधर्तारमेव च कर्तारं सर्वधर्माणं स्रष्टारं पुण्यकर्मणाम् त्रैलोक्यसाधकं ज्ञात्वा त्रैलोक्ये प्रतिमं च वै विष्णुभक्तमहं जाने वैष्णवानां महावरम् इत्याशया मया भर्ता भवानङ्गीकृतः पुरा यस्य विष्णुप्रसादोऽस्ति स सर्वत्र परिव्रजेद दुर्लभं नास्ति राजेन्द्रत्रैलोक्ये सचराचरे सर्वेष्वेव सुलोकेषु विद्यते तव सुव्रत विष्णोश्चैव प्रसादेन गगने गतिरुत्तमा मर्त्यलोकं समासाद्य त्वयैव वसुधाधिप जरापलितहीनास्तु मृत्युहीना जना कृताः गृहद्वारेषु सर्वेषु मर्त्यानां च नरर्षभ कल्पद्रुमा अनेकाश्च त्वयैव परिकल्पिताः येषां गृहेषु मर्त्यानां मुनयः कामधेनवः त्वयैव प्रेषिता राजन् स्थिरीभूता सदा कृताः सुखिनः सर्वकामैश्च मानवाश्च त्वया कृताः गृहैकमध्ये साहस्रं कुलीनानां प्रदृश्यते एवं वंशविवृद्धिश्च मानवानां त्वया कृता यमस्यापि विरोधेन इन्द्रस्य च नरोत्तम व्याधिपापविहीनस्तु मर्त्यलोकस्त्वया कृतः स्वतेजसाहङ्कारेण स्वर्गरूपं तु भूतलं दर्शितं हि महाराज त्वत्समो नास्ति भूपतिः नरो नैव प्रसूदो हि नोत्पत्स्यति भवादृशः भवन्तमित्यहं जाने सर्वधर्मप्रभाकरम् तस्मान्मया कृतो भर्ता वदस्वैवं ममाग्रदः नर्ममुक्त्वा नृपेन्द्रत्वं वदसत्यं ममाग्रदः यदि ते सत्यमस्तीह धर्ममस्ति नराधिप देवलोकेषु मे नास्ति गगने गतिरुत्तमा सत्यं त्यक्त्वा यदा च त्वं नैव स्वर्गं गमिष्यसि तदा कूडं तव वचो भविष्यति न संशयः पूर्वं कृतं हि यच्छ्रेयो भस्मीभूतं भविष्यति राजोवाच सत्यमुक्तं त्वया भद्रे साध्यासाध्यं न चास्ति मे सर्वं साध्यं सुलोकं मे सुप्रसादाज्जगत्पदे स्वर्गं देवि यतो नैमि तत्र मे करणं शृणु आगन्तुं तु न दास्यन्ति लोके मर्त्ये च देवताः ततो मे मानवा सर्वे प्रजा सर्वा वरानने मृत्युयुक्ता भविष्यन्ति मया हीना न संशयः गन्तुं स्वर्गं न वाञ्छामि सत्यमुक्तं वरानने देव्युवाच लोकान् दृष्ट्वा महाराज आगमिष्यसि वै पुनः पूरयस्व ममाद्यत्वं जादां श्रद्धां महातुलां राजोवाच सर्वमेवं करिष्यामि यत्त्वयोक्तं न संशयः समालोक्य महातेजा ययादिर्नहुषात्मजः एवमुक्त्वा प्रियां राजा चिन्तयामास वै तदा अन्तर्जलचरो मत्स्यसोऽपि जालेन बध्यते मरुत्समानवेगोऽपि मृगप्राप्नोति बन्धनं योजनानां सहस्रस्थमामिषं वीक्षते खगः सङ्कट्ठलग्नपाशं च न पश्येद्दैवमोहितः कालसमविषमकृत्कालः सन्मानहानिदः परिभावकरकालो यत्र कुत्रापि तिष्ठदः नरं करोति दातारं याजितारं च वै पुनः भूतानि स्थावरादीनि दिवि वा यदि वा भुवि सर्वं कलयदे कालकालो ह्येक इदं जगद अनादिनिधनो धादा जगदः कारणं परं लोकान् कालः स पचति वृक्षे फलमिवाहितम् न मन्त्रा न तपोदानं न मित्राणि न बान्धवाः शक्नुवन्ति परित्रातुं नरं कालेन पीडितं त्रयकालकृधा पाशाः शक्यन्ते नादिवर्तितुं विवाहो जन्ममरणं यदा यत्र दुयेन च यथा जलधरा व्योम्नि भ्राम्यन्ते मादरिश्वना तथेदं कर्मयुक्तेन कालेन भ्राम्यते जगत् सुकर्मोवाच कालोऽयं कर्मयुक्तस्तु यो नरैः समुपासितः कालस्तु प्रेरयेत् कर्म नदं कालः करोति सः उपद्रवा खाददोषा सर्पाश्च व्याधयस्तदः सर्वे कर्म नियुक्तास्ते प्रचरन्ति च मानुषे सुखस्य हेदवो ये च उपायाः पुण्यमिश्रिताः ते सर्वे कर्मसंयुक्ता न पश्येयुः शुभाशुभम् कर्मदा यदि वा लोके कर्मसम्बन्धिबान्धवाः कर्माणि चोदयन्तीह पुरुषं सुखदुःखयोः सुवर्णं रजतं वापि यथारूपं विनिश्चितं तथा निबध्यते जन्धुस्वकर्मणि वशानुगः पञ्चैतानीह सृज्यन्ते गर्भस्थस्यैव देहिनः आयुकर्म च वित्तं च विद्यानिधनमेव च यथा मृत्पिण्डधकर्ता कुरुदे यद्यदिच्छति तथा पूर्वकृतं कर्म कर्तारमनुगच्छति देवत्वमथमानुष्यं पशुत्वं पक्षिदा तथा तिर्यक्त्वं स्थावरत्वं च प्राप्यते च स्वकर्मभिः स एव तत्तथा भुङ्क्ते नित्यं विहितमात्मना आत्मना विहितं दुःखं चात्मना विहितं सुखम् गर्भशय्यामुपादाय भुञ्जते पूर्वदैहिकं सं त्यजन्ति स्वकं कर्म न क्वचित् पुरुषा भुवि बलेन प्रज्ञया वापि समर्था कर्तुमन्यथा सुकृतान्युपभुञ्जन्ति दुःखानि च सुखानि च हेतुं प्राप्य नरो नित्यं कर्मबन्धैस्तु बध्यते यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् तथा शुभाशुभं कर्म कर्तारमनुगच्छति उपभोगादृदे यस्य नाश एव न विद्यते प्राक्तनं बन्धनं कर्म कुन्यथा कर्तुमर्हति सुशीघ्रमपि धावन्तं विधानमनुधावति शेदे सह शयानेन पुरा कर्म यथा कृतम् उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति करोति कुर्वधः कर्म चायेवानुविधीयते यथा छाया तपौ नित्यं सुसम्बद्धौ परस्परं तद्वत्कर्म च कर्ता च सुसम्बद्धौ परस्परं ग्रहारोगा विषासर्पाशाकिन्यो राक्षसास्तथा पीडयन्ति नरं पश्चात्पीडितं पूर्वकर्मणा येन यत्रोपभोक्तव्यं सुखं वा दुःखमेव वा स तत्र बद्ध्वा रज्ज्वा वै बलाद्दैवेन नीयते दैवप्रभुर्हि भूतानां सुखदुःखोपपादने अन्यथा चिन्त्यते कर्म जाग्रदा स्वपतापि वा अन्यथा स तथा प्राज्ञ दैव एवं जिघांसति शस्त्राग्निविषदुर्गेभ्यो रक्षितव्यं च रक्षति अरक्षितं भवेत् सत्यं तदेवं दैवरक्षितम् दैवेन नाशितं यत्तु तस्य रक्षा न दृश्यते यथा पृथिव्यां बीजानि उक्तानि च धनानि च तथैवात्मनि कर्माणि तिष्ठन्ति प्रभवन्ति च तैलक्षयाद्यथा दीपो निर्वाणमधिगच्छति कर्मक्षयात् तथा जन्तुशरीरान्नाशमृच्छति कर्मक्षयात् तथा मृत्युस्तत्त्वविद्भिरुदाहृदः विविधाः प्राणिनस्तस्य मृत्यो रोगाश्च भेदवः तथा मम विपाकोऽयं पूर्वं कृतस्य नान्यथा सम्प्राप्तो नात्र सन्देहस्त्रीरूपोऽयं न संशयः क्व मे गेहं समायाता नाटकान्नटनर्तकाः तेषां सङ्गप्रसङ्गेन जरादेहं समाश्रिता सर्वं कर्मकृतं मन्ये यन्मे सम्भाविदं ध्रुवम् तस्मात् कर्मप्रधानं च उपायाश्च निरर्थकाः पुरा वै देवराजेन मदर्थे दूतसत्तमः प्रेषितो मादलिर्नाम न कृतं तस्य तद्वचः तस्य कर्मविपाकोऽयं दृश्यते साम्प्रतं मम इति चिन्तापरो भूत्वा दुःखेन महतान्विदः यद्यस्या हि वचः प्रीत्या न करोमि हि सर्वथा सत्यधर्मावुभावेदौ यास्यतस्थौ न संशयः सदृश्यं च समायातं यद्दृष्टं मम कर्मणा भविष्यदि न सन्देहो दैवो हि दुरधिक्रमः एवं चिन्तापरो भूत्वा ययादिः पृथिवीपदिः कृष्णं क्लेशापहं देवं जगाम शरणं हरिं ध्यात्वा नत्वा तदस्तुत्वा मनसा मधुसूदनम् त्राहि मां शरणं प्राप्तस्त्वामहं कमलाप्रिय इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने मातापितृतीर्थवर्णने ययादिचरित्रे एकाशीतितमोऽध्यायः ॐ